नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति हल्सन्धिपाठे द्वितीयभागः, हलन्तेभ्यः धातुभ्यः तकारादि ठकारादिप्रत्ययानां योजनविधिः इति. तकारतकारौ किम् अस्ति तत्र खर्वर्णौ स्तः, अतः खरीच इति सूत्रं प्रायेण सर्वत्र प्रवर्तते. अनन्तरं पूर्वं जशन्तः वर्तते चेत् तर्हि जशस्ततोर्दोदः इत्यनेन तकारठकारयोः स्थाने धकारादेशः भवति. तदनन्तरं तत्र पूर्वं सकारः अथवा टकारः अस्ति चेत् तदानीं स्टुनाष्टुः इत्यस्य प्रसङ्गः भवितुमर्हति. अनन्तरं धातुः अनुनासिकान्तधातुः चेत् तत्र सूत्रद्वयम् अस्माभिः अधीतम्. अनुनासिकस्य क्विज्जलोः क्निति इति सूत्रं, येन झलि क्निति अनुनासिकान्त अङ्गस्य उपादायाः दीर्घत्वम्, अनुदातो उपदेश वनदितनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इत्यनेन सूत्रेण अनुदात्त उपदेशधातवः वनधातुः तनोत्यादिगणीयधातवः एतेषां धातूनाम् अनुनासिकस्य लोपः भवति झलि क्निति इति अस्माभिः दृष्टम्. तदनन्तरं यकारान्तधातोः विषये लोपो व्योर्वली इत्यस्य प्रसङ्गः भवति. अनन्तरं हकारान्तधातवः तत्र सामान्यतया होडः इत्यस्य प्रसङ्गः भवति. तदनन्तरं तत्र होडः इत्यनेन ढकारः भवति चेत् जशन्तः भवति, जशन्तः चेत् जशस्ततोर्दोदः इत्यस्य प्रसङ्गः. तदनन्तरं स्टुनाष्टुः डोडे लोपः, ड्रलोपे पूर्वस्य दीर्घुणः प्रसङ्गः अस्ति चेत् तदपि भवितुम् अर्हति इति एतावता अस्माभिः प्राप्तमासीत्. इदानीं दकारादि हकारान्तधातूनां विषये चिन्तनं. हकारान्तेषु दकारादि हकारान्तदातवः इति तत्र द्वितीयः बिन्दुः, ततः आरभ्य एकवारं पठामः. तर्हि किं मीना भगिनी पठति वा? कुत्र भगिनि? श्रूयते वा भगिनि? आमां, नमस्कारः भगिनि. कुत्र पठनीयं? हकारान्तदातवः इति अष्टमबिन्दुः, तत्र अग्रे दकारादि हकारान्तदातवः. केन प्राप्तम्? केनचित् प्राप्तं वा? मया भगिनी अमीना भगिनी, इदानीं लक्ष्मी भगिनी पठति, भवती अनन्तरं पश्यतु कुत्र अस्ति इति, तदनन्तरं पठतु. तत्र अष्टमबिन्दे द्वितीय अष्टमबिन्दे पार्ट् टु द्वितीयबिन्दुः भगिनी पठतु. दकारादि हकारान्तधातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनविधिः. तकारादि तकारादि च प्रत्ययपरे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशः भवति दादेर्धातोकः इत्यनेन सूत्रेण. अधुना प्रत्ययः झश् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य धकारस्य च धकारादेशः भवति जशस्तथोर्धोतः इति सूत्रेण. अधुना धातुः धातुपरतः झश् अस्ति धकारः, अतः धात्वन्ते खकारस्य स्थाने तृतीय आदेशः भवति जलां झश् झषि इति सूत्रेण, झश्वसन्धिः इति. दोः योगति इत्यस्मिन् प्रसङ्गे धातोर्ध दादेर्धातोर्घः इत्यनेन हकारस्य घकारादेशः दोघ् योगति, जशस्तदुर्धूतः इत्यनेन तकारस्य स्थाने धकारादेशः धकारस्य स्थाने धकारादेशः दोघ् योगधि, जलं झश् झषि इत्यनेन घकारस्य स्थाने घकारादेशः दोग् योगधि दोग्धि इति रूपं लभ्यते. अत्र दकारादि हकारान्तधातूनां कृते धातोः परतः यदि तकारादि तकारादिप्रत्ययः अस्ति चेत् प्रक्रिया का इति अत्र प्रदर्शितम्. प्रथमं तु दकारादि हकारान्तधातोः हकारस्य स्थाने घकारादेशः धातु दादेर्धातुर्घः इति सूत्रेण जायते. उदाहरणं दोः योग ति इत्यस्मिन् प्रसङ्गे दोः इत्यत्र हकारान्तधातुः तथा दकारादिधातुः अस्ति. ति इति प्रत्ययः तकारादिप्रत्ययः दादेर्धातुर्घः इत्यनेन अन्तिमहकारस्य स्थाने घकारादेशः भूत्वा दोग् योगति इति स्थितिः. अत्र इदानीं किं जशन्तः धातुः अस्ति. दोग् इति वदामः चेत् घकारः जश् प्रत्ययः अर्थवर्णः, अतः जशन्तः अस्ति. ततः परं तकारादिप्रत्ययः अस्ति इति कारणात् जशस्तधोर्धूतः इति सूत्रेण तकारस्य प्रत्ययस्य तकारस्य स्थाने धकारादेशः भवति जशस्तधोर्धूतः सूत्रेण. तर्हि दोघ् योग धि ति इत्यस्य धि इति भवति इदानीम्. अस्मिन् प्रसङ्गे झलाञ्झषि इति सूत्रेण जष्त्वं सम्भवति, सन्धिकार्यं भवति. तर्हि अत्र जशन्तः जश् अस्ति, दोग् इति वदामः चेत् झल् अस्ति, क्षम्यतां झल् अस्ति, परे धकारः जश् प्रत्याहारस्य वर्णः. तर्हि दोग् इत्यस्य घकारस्य स्थाने घकारादेशः मध्यमवर्णः जष्त्वं भूत्वा दोग् योगधि दोग्धि इति अन्तिमरूपं प्राप्यते. एवमेव अत्र अग्रे उदाहरणानि दत्तानि. तथानि किं भगिनि? बहु सम्यक् भगिनि, बहु सम्यक् अस्ति. तर्हि होडः इति सूत्रं प्रबाद्य दादेर्धातोर्घः, दकारादि हकारान्तधातुः चेत् होडः प्रबाद्य दादेर्धातोर्घः, खलु? आम् आं भगिनि, सामान्यतया होडः इत्यनेन धकारादिशः स्यात्. तर्हि अत्र दकारादिधातुः अपि अस्ति, हकारान्तधातुः अपि अस्ति इति कृत्वा होडः प्रबाद्य दादेर्धातोर्घः. सत्यं, ओके, समीचीनं भगिनि, सम्यक् अस्ति. तदनन्तरं प्रक्रिया तु समाना एव अस्ति, इत्युक्ते जशस्ततोर्दोदः पूर्वमपि अस्ति, तत्रापि अस्ति. तत्र पूर्वं तु जशस्ततोर्दोदः इत्यस्य अनन्तरं तत्र स्तुनाष्टुः तत्र पूर्वं भवति हकारान्तधातोः, अत्र तु जशस्ततोर्दोदः इत्यस्य अनन्तरं जलां जश् जशि इति प्रवर्तते. ओके, इदानीं मीना भगिनी प्राप्तं वा? भगिनि, हा, एवमेव एवमेव दुः किल, दुः योगः तः दादेर्धातो दादेर्धातो गः इति दः दः दुग् योगः कः भवति. तत्र जशस्ततो दो अधः दुग् दुग् दुग् योगः दः जलां जस् जशि दुग् योगः दः दुग्धः इति भवति. तत्र दुः दकारादिधातु हकार हकारान्तधातुः तकारः प्रत्ययः आगच्छति. दादेर्धातु दः इति सूत्रेण हकारस्य स्थाने धकारः भवति. सो दुग्ध योगः तः भवति. जशस्ततो दो अधः इति सूत्रेण जश् जशन्तस्य तत्र दुग्धः दुग् दुग् योगः तः भवति. समानमेव किल, दुः दुद् भवति दादेर्धातो दः जशस्ततोरदो दः ततो तथा तकारतकारे आगच्छति. तत्र प्रथमतया धादेर्धातोर्गः, तदनन्तरं जशस्ततोर्दोदः, तदनन्तरं जलां जश जश्यसि, त्रीणि सूत्राणि. परन्तु दशस्ततोर्दो अधः किं करोति तत्र दुद् तकारस्य महाप्रणत्थकारस्य स्थाने धकारादेशः. जलां जश्यसि इति सेने दुग्धः, तादृशं देश योगः ति धादेर्धातोर्गः इति दे देघ् योगः ति जशस्ततो दः देग् योगः ति जश जलां जश्चसि इति दे देग् योगः दिग्धि दिह् योगः तः दादेव् धातोगः दिग् योगः तः जश जशस्ततोर जशस्ततोरदः इति सूत्रे दिग् योगः दः जलां जश्चसि इति दिग् योगः तः दिग्धः. इदानीं सूत्रं पठितव्यं वा? आमां पठतु पठतु. दादेर् धातो दः दकारादिधातोः हकारस्य स्थाने धकारादेशो भवति झलि पदान्ते च. दः आदौ यस्य सः अदादिः तस्य दादेः बहुव्रीहि दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं दः प्रथमान्तं त्रिपदमिदं सूत्रं. हो डः इत्यस्मात् हकारस् हः भगिनि सर्वस्य पठनस्य आवश्यकता नास्ति, केवलम् प्रथमवाक्यम् अनुवृत्तिसहितम् अनुवृत्तिसहितसूत्रं. दादेः धातोः हः दः झलि पदस्य अन्ते च. हः गः हः गः जलिपदान्तस्य जलिपदस्य अन्ते च. जषस्ततोरदो अधः जश् उत्तर जश् उत्तरस्य तकारतकारयोः स्थाने धकारादेशो भवति धा धातु वर्जयित्वा. सूत्रं स्वयं सम्पूर्णं जषस्ततोः दः अधः धा धातु वर्जयित्वा जलां जस् जषि जलां धातु वर्जयित्वा इति न दा धातुं वर्जयित्वा जा धातुं वर्जयित्वा क्षम्यताम्. इदा जलां जस् जषि जलां स्थाने जशादेशः भवति जषि परे. अनुवृत्तिसहितसूत्रं जलां जश् जषि सहितायां जलां तस्य जश् भवति जषि परे संहितायाम्. इदानीम् अग्रे पठामि वा? न न तावदेव, सम्यक् अस्ति, समीचीनं भगिनि, धन्यवादः. तर्हि इदानीं ततः अग्रे इतोपि विशिष्टदातवः दृहमुहश्नुहश्निः इति एते दातवः. तर्हि किम् उमा भगिनी पठति वा? पठामि भगिनि. सेकेण्ड् वन् धात्वान्तिवर्गस्य चतुर्थवर्ग न दृहमुहश्नुहश्निः एभ्यः चतुर्भ्यः धातुभ्यः. न प्राप्तं वा? न श्रूयते भगिनि भवत्याः ध्वनिः. ओके, तर्हि सूर्यकुमारी भगिनी पठतु. हा भगिनि, द्रुहमुहस्नुः स्निः एभ्यः धातु चतुर्भ्यः धातुभ्यः ठकारादिठकारादि च प्रत्ययानां योजनविधिः. एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन गकारो वा ढकारो वा भवति, यथा हास्थाने घ आदेशः, जलिपरे धात्वन्ते हास्थाने घ आदेशः. सूत्रमस्ति वा द्रुहमुहस्नुह स्निहाम् इति सूत्रेण. अधुना प्रत्यय जश् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च ध आदेशः भवति जशस्तदोर्धः इति सूत्रेण. अधुना धातुपरतः जस् अस्ति दकारः, अतः धात्वन्ते घास्थाने तृतीयादेशो भवति जलां जस् जसि इति सूत्रेण जस्त्वसन्धि इति. तत्र परिगणितधातवः उक्तं द्रुहमुहस्नुह स्निह. तत्र विशिष्टसूत्रमस्ति वा द्रुहमुहस्नुह स्निहाम्. वा इत्युक्ते अन्यतरस्यामपि एकपक्षे गकार भवति, अन्यत् पक्षे दकारो दकार भवति जशस्तदोर्धः इत्यनेन. उदाहरणमस्ति द्रुहयोगः ता, तत्र ता पित् प्रत्ययः अस्ति, पुगन्तलघुपदस्य च इत्यनेन गुणः भवति द्रोः योगः ता. वा द्रुहमुह स्नुह स्निहाम् इत्यनेन हास्थाने एकपक्षे गकारः द्रोग् योगः ता, जशस्तदोर्धः इत्यनेन द्रोग् योगः धा, जलाञ्जश् जशि इत्यनेन तृतीय आदेशः भवति घकारस्य स्थाने द्रोग् योगः दा द्रोग्धा भवति. एवमेव मुखधातु अपि न न तावत् भगिनि तावत् तर्हि विशिष्टसूत्रमस्ति वा द्रुहमुह स्नुह स्निहाम् इति सूत्रम्. तेन सूत्रेण एतेषां परिगणितानां धातूनां अकारान्तधातवः होडः इत्यस्य प्रसङ्गः अस्ति, तत्र एकः धातुः द्रुह् तत्र दादेर्धातोर्गः इत्यस्य प्रसङ्गः अस्ति, तत्सर्वं प्रबाद्य अत्र द्रुहमुहस्नुः स्निहाम् इत्यनेन विकल्पेन घकारादेशः भवति. अन्यस्मिन् पक्षे अत्र मूलसूत्रम् उत्सर्गसूत्रं होडः इत्यस्य कार्यमपि भवति. अस्तु तर्हि अत्र द्रुहधातोः विषये वा द्रुहमुहस्नुहस्निह इत्यनेन एकस्मिन् पक्षे गकारः अतः द्रोग्धा इति रूपं भवति, अन्यस्मिन् पक्षे किं भवति? सूर्यकुमारी भगिनी. आं महोदय, अन्यत् पक्षे होडः इत्यनेन अकारस्य स्थाने दकार भवति द्रोड् योगः ता. अनन्तरं स्तुनास्तुः इत्यनेन तास्थाने ता भवति. क्षम्यतां भगिनि, द्रोड् योगः ता, डकार जसन् जस् अस्ति, जसस्तदोर्धः इत्यनेन तास्थाने ता भवति द्रोड् योगः था. अनन्तरं स्तुत्वसन्धिः द्रोड् योगः ढा, डोडे लोपः इत्यनेन द्रोढा भवति. ढ्रलोपे पूर्वस् क्षम्यतां द्रोढा एव तदेव द्रोडा द्रोडा आमां द्रोडा समीचीनम्. अस्तु भगिनि धन्यवादः. तर्हि अत्र द्रोग्धा अनन्तरं द्रोढा, परन्तु तत्र तत्र अन्यत् एकं सूत्रम् अस्ति खलु, तत्र एकाचो पशुभश् जशन्तस्य स्तोः, तस्य कार्यं भवति अत्र. तत्र द्रुः परिगणितधातुः अस्ति, हास्थाने एकपक्षे गकार भवति, अन्यत् पक्षे डकार भवति. आमां तदस्ति, परन्तु एकाचो बशो बश् जशन्तस्य स्तोः इत्यस्य कार्यम् अत्र भवति वा इति प्रश्नः. डकारलोपः भवति खलु? न न, अत्र किं वक्तव्यम् इति चेत् अत्र निमित्तं नास्ति. एकाचो बशो बस् जशन्तस्य स्तोः इत्यस्य कार्यार्थं पदान्ते भवेत्, सकारे परे, द्वशब्दे परे, अत्र किमपि नास्ति तादृशम्. ओके समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. एवमेव इदानीम् उमा भगिनी प्राप्तं वा? ओके, तर्हि शोभा भगिनी अग्रे पठतु. मां पृष्टवती वा भगिनी? क्षम्यताम्. न न न, इत्युक्ते उमा भगिनी प्राप्तं वा? पठतु. एवमेव दुक् योगः सः दादेर् धातुर्घः. न न, भवती कुत्र अस्ति? एवमेव मुह् योगः ता, भवती पूर्वं कुत्रचित् अस्ति. अग्रे गच्छतु. दृहमुहश्नुहश्निः इति तृतीयबिन्दुः तत्र अग्रे. एवमेव ओके, एवमेव एवमेव मुह् योगः ता तत्र. आमां, तत्रैव. ओके, मुह् योगः ता पुगन्धलघुपदस्य च मोक्. ओके, मोक् योगः ता वाङ् दृक् मुह् मुह् नुः सु हस्मि हस्मिताम्. मुह् योगः ता पुगन्धलघुपदस्य च इति सूत्रेण मुह् लिखं स्मोक्. मोक् योगः ता वाङ् दृक् मुह् नुः स्नुक् हस्मिन हस्मिताम्. सो हा बिकम् घा मोघ् योगः ता. दशस्ततोर्धोदः इति सूत्रेण मोघ् योगः घा. जलां दश दशि इति सूत्रेण मोघ् तृतीय तृतीय गकारः मोघ् योगः धा मोघा इति आगच्छति. नुः योगः ता नोक् योगः ता नोघ् योगः ता नोघ् योगः धा नोघ् योगः योगः धा नोघा इति आगच्छति. स्मिक् योगः ता स्नेक् योगः ता स्नेघ् योगः ता स्नेघ् योगः धा स्नेघ् योगः धा स्नेघा इति आगच्छति. सम्यक्. तर्हि सूत्रं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं वा दृहु मुहु न दृहु मुहु इति न, सूत्रं सम्यक्तया पठतु. वा दृह दृह मुह वा दृह मुह नुख सुख स्मिताम् वा दृह मुख नुख स्मिताम् दृह् मुख् नुः स्मिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति ध्वनिपदान्ते च. घ अभावे होडः इत्यनेन घकारादेशो भवति. दृह् दृहश्च मुहश्च दृहश्च निहश्च तेषाम् इतरेतरद्वन्द्वः दृहमुह स्नुह स्निहा स्निहः तेषां दृहमुह स्नुह स्निहा वा अज्ञेयपदम्. सम्पूर्णतया पठनस्य आवश्यकता नास्ति. अग्रे तत्र अनुवृत्तिसहितसूत्रम् सूत्रं दृहमुख स्नुह स्निहां वा हः घः ध्वनिपदस्य अन्ते च. वेन् ध्वनि पद सारि ध्वनिपद अस्ति अन्ते तस्य दृहमुखस्निहां अत्र हकारस्य स्थाने घकारादेशो भवति ध्वनि भवति. समीचीनं भगिनि, सम्यक् अस्ति. तर्हि अग्रे सूत्रद्वयं पूर्वमेव पठितम्, अतः किञ्चित् अग्रे गच्छामः. स्थाने ढ आदेशः इति ततः आरभ्य किं तत्र वंशी भगिनी पठितुमिच्छति वा? आं भगिनी पठामि. हा स्थाने धा आदेशः जलि परे धात्वान्ते हा स्थाने धा आदेशः होटः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च धकार आदेशः भवति जशस्तथोर्धोधः इति सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने धकारः आदेशः भवति ष्टुणाष्टुः इति सूत्रेण अस्तु पूर्वतनस्य ढकारस्य लोपः भवति धोढे लोपः इति सूत्रेण अस्तु हा स्थाने धा आदेशः कथं भवति इति विवरणं दत्तमस्ति तत्र झलि परे प्रथमं तु झल् झल् प्रत्याहारस्थवर्णः इति अस्ति झलि परे होटः इत्यनेन तत्र हकारस्य स्थाने ढकारः आदेशः भवति इति तु पूर्वमेव अस्माभिः दृष्टं प्रत्ययादौ यदि द्वितीयः बिन्दुः अस्ति यदि प्रत्ययस्य आदौ प्रथमं तु झलि परे इति उक्तं द्वितीयबिन्दौ तु तत् विवरणम् इतोपि दत्तं यदि प्रत्ययादौ स्थितस्य तकारस्य च थकारः प्रत्ययादौ यदि तकारः नो चेत् थकारः अस्ति तत्र तस्य स्थाने धकारः आदेशः भवति यदि तत्र हकारान्त जशन्तः धातुः अस्ति जशन्तः धातुः अस्ति चेत् तत्र तकारस्य थकारस्य स्थाने धकारः आदेशः भवति तृतीयः बिन्दुः अस्ति प्रत्ययादौ यदि स्थितस्य तस्मात् यदि थकारः यदा भवति धकारस्य स्थाने ढकारः आदेशः भवति शृणाष्टुः इति सूत्रेण यतोहि तत्र यदि तत्र होडः इत्यनेन ढकारः जातः अस्ति इति कारणात् तत्र शृणाष्टुः इत्यनेन तत्र प्रत्ययस्य स्थितस्य वर्णस्य ढकारस्य ढकारः भवति चतुर्थः बिन्दुः अस्ति ढकारस्य लोपः जायते डोडे लोपः इति सूत्रेण अतः तत्र उदाहरणम् एकं पठामि वा भगिनि आमां पठतु अस्तु द्रुः इति धातुः अस्ति द्रुहियोगः ता इत्यनेन धातुः तु पुगन्तलघुपदस्य च इत्यनेन गुणः भवति यतोहि तत्र सार्वधातुकप्रत्ययः अस्ति इति कारणात् अतः द्रोः योगः ता भवति हकारस्य स्थाने उत्सर्गसूत्रमस्ति होढः इत्यनेन अतः तत्र हकारस्य स्थाने ढकारः आदेशः भवति यदा ढकारः आदेशः भवति तस्मात् तत्र जशस्तथोर्धोधः अष्टमाध्याये द्वितीयपादे अस्ति एतानि सर्वाणि सूत्राणि अतः धोढे जशस्तथोर्धोधः इत्यनेन तत्र तकारस्य स्थाने ढकारः आदेशः भवति धोट् योगः धा इति भवति ष्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकारः आदेशः भवति ढोट् योगः ढा ढोडे लोपः इत्यनेन पूर्व प्रथमढकारस्य लोपः भवति ढ्रोढा इति रूपं भवति एतत्तु पूर्वं दृष्टं परन्तु तत्र विवरणं कथं प्रचलति इति अपि दत्तमस्ति एवमेव मुह् मुह् स्नुः स्निह मुह् इत्यस्य मोढा भवति स्नुः इत्यस्य सोढा भवति स्निः इत्यस्य सेढा भवति यतोहि तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भवति इति कारणात् सुः अपि सोढा मुः अपि मोढा इति भवति समीचीनं समीचीनं सम्यक् अस्ति सम्यक् अस्ति तत्र पूर्वं यद् सूर्यकुमारी भगिन्या एकं रूपम् उक्तवती तत्र तदेव अत्र विवरणम् अत्र दत्तमस्ति द्वितीयं रूपम् धातोर्गः इत्यनेन एकं रूपं द्वितीयं रूपम् अत्र दत्तमस्ति ओ एवम् अस्तु अस्तु परन्तु हा तत् परन्तु हकारस्य स्थाने ढकारः आदेशः तु पूर्वमेव पठितं किल अस्माभिः तत्र अस्तु न न पूर्वं न पठितम् इत्युक्ते दकारादि हकारान्तधातुः चेत् दादेर्धातोर्गः इत्यस्य कार्यं भवति विकल्पेन भवति गकारः भवति चेत् किं भवति इति दृष्टम् इदानीं पक्षे कोडः इत्यनेन ढकारः भवति तत्र किं रूपं भवति इति अत्र दत्तमस्ति अस्तु अस्तु भगिनि समीचीनम् अस्तु सम्यक् तर्हि इदानीम् अग्रे वयं गच्छामः तर्हि इदानीं शोभा भगिनी पठतु आं भगिनि तर्हि तत्र मुह् योगः ता भगिनी सर्वं कृतवती अत्र डत्वं गत्वम् इति विषये हा ढत्वं घत्वम् इति विषये सावधानतया अत्र सूत्रक्रमं निरीक्षताम् होढः इति प्रथमं दादेर्धातोर् घः वा दृहमुह श्नुह स्निहाम् इति त्रीणि सूत्राणि दत्तानि तत्र सर्वे अष्टमाध्याये सन्ति द्वितीयपादे अपि च क्रमशः सन्ति होडः सामान्यसूत्रं दादेर्धातोर्घः इति तत्र अपवाद रूपेण आगच्छति वा दृहमुह श्नुह तस्यापि अपवादत्वेन वा दृहमुह श्नुह स्निहाम् इति सूत्रम् आगच्छति प्रथमम् अस्ति होढः इति सामान्यसूत्रं तदा दादेर्धातोर्घः इति प्रथमस्य अपवादः तदा वा दृहमुह श्नुह स्निहाम् इति पुनः इतोपि विशेषं तत्र दृह् धातोः विषये वा दृहमुह स्नुह स्निहाम् इति दादेर्धातोर्घः इत्यस्य बाधकम् एकवारं यदा दादेर्धातोर्घः बाधितं पुनः कार्यार्थं न आगच्छति अतः वा दृहमुह श्नुह स्निहाम् इत्यनेन वा विकल्पेन घत्वं यस्मिन् पक्षे अनेन घत्वं न भवति तदा दादेर्धातोर्घः तत्र घत्वस्य साधनार्थं नागच्छति अपि तु होढः इत्यनेन ढत्वं भवति फलितार्थे दृह् योगः ता घत्वपक्षे द्रोग्धा ढत्वपक्षे द्रोढा इति तर्हि तत्र इदानीं दृष्टं होडः इति सामान्यसूत्रं यत्र धातोः अन्ते हकारान्तधातुः अस्ति चेत् होडः इति सूत्रस्य कार्यं भवति हकारस्य स्थाने ढकारादेशः भवति किन्तु तत्र दादेर्धातोर्घः यदा दकारादि हकारान्तधातुः अस्ति चेत् दादेर्धातोर्घः इति सूत्रस्य प्रसक्तिः भवति होडः इति सूत्रं बाधित्वा अपवादरूपेण आगच्छति तम् अपि बाधित्वा तत्र परिगणिताः धातवः दृह् मुह् श्नुह् स्निह् इति धातूनां प्रसङ्गे वा दृहमुह श्नुह स्निहाम् इति सूत्रम् एव कार्यं करोति तत्तु विकल्पेन अपि च तत्र अस्तु अपि च तत्र एकवारं दादेर्धातोर्घः इति बाधितं चेत् इत्युक्ते तत्र वा दृहमुह श्नुह स्निहाम् इति सूत्रेण दादेर्धातोर्घः बाधितं चेत् पुनः कार्यार्थं न आगच्छति अतः वा दृहमुह स्निह स्नुह स्निहाम् इत्यनेन विकल्पेन घत्वं तत् घत्वं भवति किन्तु विकल्पेन अतः तत्र वैकल्पिकरूपस्य इच्छा नास्ति चेत् दादेर्धातोर्घः इत्यनेन घत्वस्य साधनार्थं क्षम्यतां तत्र दादेर् वा दृहमुह इति विकल्पेन घत्वं यस्मिन् पक्षे अनेन घत्वं न भवति तदा दादेर्धातुर्घः तत्र घत्वस्य साधनार्थं न आगच्छति अपि तु होडः इति सामान्यसूत्रेण एव ढत्वं भवति अतः तत्र दृह् इति धातुं स्वीकुर्मः चेत् घत्वपक्षे द्रोग्धा इति भवति विकल्पः न अपेक्षितः चेत् ढत्वपक्षे द्रोढा इति भवति अग्रे किञ्चित् तस्य विषये दत्तमस्ति पठामि वा भगिनि न सम्यक् अस्ति समीचीनं बहु धन्यवादः भगिनि इत्युक्ते अत्र होडः इति उत्सर्गसूत्रं तस्य अपवादः अस्ति दादेर्दातोर्कः तस्यापि अपवादः अस्ति वा दृहमुह श्नुः स्निहम् इत्युक्ते दादेर्धातोः इत्यस्य अपवादः केवलं दृह् धातोः विषये दृह्धातोः विषये वा दृहमुहस्नुहस्निहाम् इति अपवादसूत्रम्, अन्येषां धातूनां विषये मुः स्नुः स्निः इत्येतेषां धातूनां विषये होडः इत्यस्य साक्षात् अपवादः. आम्, यतोहि तत्र दकारादि नास्ति, केवलं हकारान्तधातुः अस्ति. अतः इत्युक्ते तत्र होडः इत्यत्र एकवारं बाधितं पुनः बाधितम् इति तत्र न वक्तुं शक्नुमः, यतोहि वैकल्पिकरूपम् अस्ति. इत्युक्ते होडः इति प्राप्तः अस्ति, तस्य एव प्राप्तस्य विभाषा. अतः एकस्मिन् पक्षे होडः, अन्यस्मिन् पक्षे वा दृहमुहस्नुहस्निहाम् इति न गकारादेशः. दृहधातोः किं भवति इति चेत् तत्र होडः इति सूत्रं प्रबाद्य दादेर्धातोर्गः इत्यस्य प्रसक्तिः, तदपि प्रबाद्य अत्र दृहमुहस्नुहस्निहाम् इत्यनेन गकारादेशः. तर्हि दादेर्धातोर्गः इत्यनेन पुनः गकारादेशः इति वक्तुं न शक्नुमः, यतोहि एकवारं गकारादेशः प्राप्तः अनेन सूत्रेण. तर्हि इदानीम् उत्सर्गसूत्रं प्रति गन्तव्यं भवति, अतः विकल्पेन होडः इत्यस्य कार्यं भवति. अबुद्धं वा? आं भगिनि. अस्तु, समीचीनं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. उषा भगिनी अग्रे पठतु. अस्तु भगिनि, केचन पृच्छन्ति यत् दृह् धातुः दकाराति हकारान्तधातुः, अतः यदा वा दृहमुहश्नुहश्निहाम् इत्यनेन दत्वं न भवति तदा दकारादि हकारान्तत्वात् धातोर्गः इत्यनेन दत्वं भवति, यतोहि धातेर्धातोर्गः होडः इत्यस्य अपवादः. किन्तु तादृशं चिन्तनं दोषपूर्णम्. यदा वा दृहमुहश्नुहश्निहाम् इत्यनेन गत्वं न भवति तदा होडः इत्यनेन दत्वम्. केचन पूर्वं वयं दृष्टवन्तः होडः इत्यस्य धातु दकारादिधातु अस्ति चेत् धातेर्धातोर्गः इत्यनेन गत्वम्, अनन्तरं परिगणितधातोः कृते विकल्पेन गत्वम्, अपि च अनन्तरं दाते विकल्पेन गत्वं. केचन पृच्छन्ति यत् दृह्धातुः दकारादि हकारान्तधातुः, अतः यदा वा दृहमुहश्नुहश्निहाम् इत्यनेन गत्वं न भवति तदा दकारादि हकारान्तत्वा धाते धातुर्गः इत्यनेन गत्वं भवति यतोहि धातेर्धातोर्गः होडः इत्यस्य अपवादः. धाते धातोर्गः इति होडः इति उत्सर्गसूत्रं, होडः इत्यस्य अपवादः. अतः केचन पृच्छन्ति यदा दृह्धातुः दकारादि अस्ति, हकारान्तधातुः अस्ति, दृहमुहश्नुहश्निहाम् इत्यनेन गत्वं यदा न भवति तदा दकारादि अस्ति, दकारादि अस्ति, अनन्तरं हकारादि हकारान्त अपि अस्ति, धाते धातुर्गः इत्यनेन गत्वं भवति इति, यतोहि धाते धातुर्गः इति होडः इत्यस्य अपवत्. किन्तु तादृशं चिन्तनं दोषपूर्णं. यदा वा दृहमुहश्नुहश्निहाम् इत्यनेन गत्वं न भवति तदा होडः इत्यनेन दत्वमेव भवितुम् अर्हति. एकवारं बाधितं चेत् पुनर् तत् सूत्रं न आगच्छति. वा यदा दृहमुहश्नुहश्निहाम् इत्यनेन गत्वं न भवति तदा होडः एव उत्सर्गसूत्रमेव कर्तुं शक्यते इति. समीचीनं भगिनि, समीचीनम्. यतोहि अत्र दादेर्धातोर्गः इत्यनेन अपि गकारादेशः, वा दृहमुहश्नुहस्निहाम् इत्यत्र अपि गकारादेशः. इत्युक्ते दादेर्धातोर्गः इत्यनेन प्राप्तः अस्ति, कार्यं प्राप्तम् अस्ति. तर्हि प्राप्तस्य विभाषा इति वयं वदामः चेत् विभाषा इत्यनेन भिन्नकार्यं भवेत् खलु, समानकार्यं न भवेत्. वा दृहमुहश्नुहस्निहाम् इत्यनेन अपि गकारादेशः एव, अतः प्राप्तस्य विभाषा इति वदामः चेत् तत्र भिन्नं भवेत्. तत्र तु समानमस्ति, अतः वादृहमुहस्निहाम् इति प्राप्तस्य विभाषा, कस्य प्राप्तस्य विभाषा इति चेत् होडः इत्यनेन डकारादेशः प्राप्तः अस्ति, तस्य विभाषा अस्ति अत्र वादृहमुहस्निहाम्, अतः तत्र भिन्नं कार्यं लभ्यते. समीचीनं, तर्हि इदानीम् अग्रे सरस्वती भगिनी अग्रे पठति वा? भगिनी पुनरेकवारं वदति किं भगिनी? इत्युक्ते अत्र अत्र उत्सुकसूत्रमस्ति होडः, अनेन सूत्रेण हकारान्तधातुः अस्ति चेत् दकारादेशः भवति. इदानीं दकारादि हकारान्तधातुः चेत् दादेर्दातोर्गः इत्यनेन गकारादेशः भवेत् खलु. इदानीं तत्र इतोपि विशिष्टः वर्तते, अत्र दृः इति एकः अंशः, अनन्तरं मुहुष्णुहुष्णिहां, मुहुष्णुहुष्णिहाम् इत्यत्र तु क्लेशः नास्ति, तत्र तु दादेर्दातुर्गः इत्यस्य प्रसङ्गः एव नास्ति, अतः होडः इति प्रसङ्ग इति अस्य प्रसक्तिः अस्ति. तत् प्रबाद्य होडः इति प्राप्तः अस्ति, होडः इति सूत्रं प्राप्तं वर्तते. इदानीं तस्य विभाषा अस्ति, प्राप्तविभाषा अस्ति मुहस्नुहस्निहाम् इत्यनेन गकारादेशः, अतः एकस्मिन् पक्षे डकारादेशः, अन्यस्मिन् पक्षे गकारादेशः, तत्र क्लेशः नास्ति. सूत्रद्वयमेव, एकेन सूत्रेण यत् कार्यं प्राप्तं तस्य एव विकल्पः क्रियते वा दृहमुहस्नुहस्निहाम् इत्यनेन. इदानीं दृहधातोः विषये वयं पश्यामः चेत्, दृहधातोः विषये अत्र वा इति यदुक्तं, तत्र वा इति कस्य विभाषा, इत्युक्ते किं प्राप्तम् आसीत् इत्यस्य विभाषा अत्र क्रियते इति चेत्, दादेर्दातोर्गः इति प्राप्तम् अस्ति, तस्य विभाषा इति वक्तुं न शक्नुमः, यतोहि दादेर्दातोर्गः इत्यनेन यद् कार्यमस्ति गकारादेशः, तदेव कार्यम् अत्रापि अस्ति. पूर्वमेव गकारादेशः प्राप्तः, तस्य विकल्पः पुनः गकारादेशः इति वक्तुं न शक्यते खलु, न वा? पूर्वमेव दादेर्दातोर्गः इत्यनेन गकारादेशः प्राप्तः अस्ति. यदि विकल्पः इति वयं वदामः तत्र भिन्नं किमपि कार्यं भवेत्. इदानीम् अत्र वादृहमुहस्नुहस्निहाम् इत्यनेन किमपि अन्यत् कार्यं वदति इति इदानीं चिन्तयतु, अत्र तकारादेशः इति वदति चेत् तदानीम् अवगन्तुं शक्यते यत् अत्र दादेर्दातोर्गः इत्यनेन गकारादेशः प्राप्तः अस्ति, तस्य विकल्पः टकारादेशः इति वयम् अवगन्तुं शक्नुमः, परन्तु अत्र तथा नास्ति. दादेर्दातोर्गः इत्यनेन गकारादेशः, वादृहमुहस्नुहस्निहाम् इत्यनेन अपि गकारादेशः एव विहितः अस्ति विकल्पेन, अतः वादृहमुहस्नुहस्निहाम् इति सूत्रं दादेर्दातोर्गः इत्यस्य प्राप्तविभाषा नास्ति. कस्य प्राप्तविभाषा इति चेत्, होडः इत्यनेन यः डकारादेशः प्राप्तः आसीत् तस्य प्राप्तविभाषा अस्ति वादृहमुहस्नुहस्निहाम् इति कृत्वा एकस्मिन् पक्षे गकारादेशः, अन्यस्मिन् पक्षे उत्सर्गसूत्रं डकारादेशः. अवगतं, धन्यवादः. अस्तु, समीचीनं. तर्हि इदानीं सरस्वती भगिनी अग्रे. नमस्कारः भगिनि. नमस्कारः. इति धातुभ्यां सकारादि धकारादि वा च प्रत्ययानां योजनविधिः. सकारादि थकारादि च प्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होडः इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य सकारस्य थकारस्य च ध आदेशो भवति जशस्ततोर्दोधः इति सूत्रेण. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढलोपो भवति डोडे लोपः इति सूत्रेण. लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहि वहो रोदवर्णस्य इति सूत्रेण. ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः. तर्हि अत्र सः तथा वः धातुभ्यां विषये अत्र दत्तमस्ति. यदि सः अथवा वः धातुः अस्ति तथा तस्मात् परे तस्य परे थकारादि अथवा थकारादि अथवा थकारादि प्रत्ययाः सन्ति. तर्हि प्रक्रिया कथमस्ति तस्य विषये अस्ति अत्र. तर्हि प्रथमतया तु होडः एव उत्सर्गरूप सूत्रमेव कार्यं करोति. तत्र सः अथवा वः अस्ति तद् होडः इत्यनेन षड् अथवा वोड् भवति. तदनन्तरं जषः परतः अस्ति, यतोहि तकारः अस्ति, अतः तत्र तस्य स्थाने धकारादेशो भवति जषकठोर्दोदः इति सूत्रेण. तर्हि इदानीं भवति षड् वड् योग धकार. इदानीं धकारस्य स्थाने इदानीं श्रुना श्रुः कार्यं करोति, तर्हि धकारस्य स्थाने ध आदेशो भवति. तर्हि इदानीं भवति षड् वड् योग ध ढकार. इदानीं ढ ढकारानन्तरं पुनः ढकार अस्ति, अतः डोडे लोपः कार्यं करोति, तथा पूर्वतनस्य ढ लोपस्य ढ ढ लोपः ढकारस्य लोपः भवति. अतः इदानीं पुनः भवति षड् षड् वड् एवं भवति. इदानीं भवति लुप्तढकारस्य पूर्ववर्तिन अकारस्य ओकारादेशः भवति. इदानीं डोडे लोपः, तस्मात् अनन्तरं ढकारस्य लोपः भवति, अतः ढ्रलोपे पूर्वस्य दीर्घोणः इति एतत् कार्यं करोति, यतोहि तत्र अण् अस्ति लुप्तढकारात् पूर्वम्, अतः तत्र दीर्घः भवितुम् अर्हति ढ्रलोपे पूर्वस्य दीर्घोणः इत्यनेन सूत्रेण. परन्तु अत्र अपवादरूपेण सूत्रं कार्यं करोति सहि बहु रोदवर्णस्य. अत्र अकारस्य दीर्घम् अभूत्वा तत्र ओकारादेशो भवति सहि बहु रोदवर्णस्य इति सूत्रेण. अतः तत्र भवति स ढ स ढा इत्यस्य स्थाने सो ढा भवति, न तु सा ढा. तर्हि अत्र प्रक्रिया अस्ति सः योगता कोडः इत्यनेन षड् योगता. तदनन्तरं झषतुर्दोमुदः षड् योगधा, शुनाष्टुः षड् योगधा, दृढे लोपः षड् तत्र ढकारस्य लोपः भूत्वा स योगधा. तर्हि बहु रोदवर्णस्य इति अपवादसूत्रं दृढलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादः, अतः सो योगढा सोढा. एवमेव वः योगता वड् योगता भवति, प्रथमतया तु होडः सूत्रेण. तदनन्तरं दशचतुर्दोधः कार्यं करोति, सकारस्य स्थाने धकारः आगच्छति, अतः वड् योगधा भवति. तदनन्तरं शृणाशु कार्यं करोति, तथा धा स्थाने धा आगच्छति, वड् योगधा. तदनन्तरं धकारस्य लोपः भवति डोढे लोपः सूत्रेण, अतः व योगढा भवति. अत्र भ्रूलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादरूपेण सहि बहु रोदवर्णस्य कार्यं करोति, अतः अकारस्य स्थाने ओकार भूत्वा व अत्र अकारस्य स्थाने ओ भवति, ओकारादेशो भवति, अतः वो योगढा वोढा भवति. सम्यक् सम्यक् बहु सम्यक् समीचीनं, धन्यवादः. इदानीम् अरुणा भगिनी अग्रे पठति वा? वः धातु इदं एवमेव वः धातु वः होडः इति सूत्रेण हकारस्थाने ढकारप्रथमम् आगच्छति वड् योगतः, तदनन्तरं वड् जस्तथोर्धोर्धः इत्यनेन तकारस्थाने ढकार आगच्छति वड् योगः. सुनाष्टुः इत्यनेन तकार ढकार भवति वड् योगः ढा. डोडे लोपः इत्यनेन प्रथम ढकारलोपो भूत्वा ओढा इति रूपमस्ति, ओढ इति भवति रूपं सिद्ध्यति. तदेव इयं धातुद्वयम् अतिप्रसिद्धं, सः सहते वह् वहति इति, तयोः तुमुन् रूपमपि प्रसिद्धम्. उदाहरणमत्र सह्योः तुमुन् सः इत्यनेन अत्र होडः इत्यनेन ढकारः भवति, षड् योः तुम् दकारस्थाने जस्ट् थोर् थोर् दः इत्यनेन तकारस्थाने ढकार आगच्छति. षड् युः ढुम् तदनन्तरं चुनास्मितं प्रथमं ढकार तदनन्तरं अनदर्ढकार स्टुनास्तु इत्यनेन what is happening here pratamataya hodah tadanantaram jashasatoor dodah takarasya dhakarah sadyogaddum dode lopah bhavati bhavane tadanantaram stunastuhu ityanena sadyogaddum oh tadanantaram dode lopah dod sodhum ityatupam bhavati tadanantaram sahi vaho rod avarnasya iti asmakam sutram तेन अकारस्य उकारादेशः सोढुम् ओ सकार गेट्स् ओकार ओके ओके सकार उत्तरवर्ति अकार गेट्स् ओकार आम् आम् तदेव वह् धातुतः प्रथमं होडः इत्यनेन वस् हकारस्थाने ढकार वड् योगतुं तदनन्तरं जस्त् तोर्धोर्धः इत्यनेन वड् योगः धुम् तदनन्तरं स्टुनास्तुः इत्यनेन वड्योः ढुम् तदनन्तरं डोडे लोपः इत्यनेन ओढुम् सम्यक् सम्यक् समीचीनं सम्यक् भगिनि धन्यवादः. इदानीं विजयलक्ष्मी भगिनी सूत्रं पठतु सहिवः रोदवर्णस्य इति नूतनं सूत्रम् आं भगिनि सहि वहो सहि वहो रोदवर्णस्य ढकारस्य लोपश्चेत् सः वह इति धातोः अकारस्य स्थाने ओकारादेशो भवति. सहिश्च वह च तयोर् इतरेतरद्वन्द्वः सहि वहौ तयोः सहि वहोः सहि वहोः षष्ट्यन्तम् ओत् प्रथमान्तम् आवर्णस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् ढ्रलोपे इत्यस्य अनुवृत्तिः रेफस्य कार्यम् अत्र न भवति अतः रेफः न आनीतः. अनुवृत्तिसहितसूत्रं सहि वहोः अवर्णस्य ओत् ढलोपे इति अत्र सः वह इति धात्वोः विषये भिन्नसूत्रमस्ति. अन्येषां धातूनां कृते किं भवति तत्र अवर्णस्य किं भवति हा ढ्रलोपे पूर्वस्य दीर्घोणः इति पूर्ववर्णस्य पूर्व अणुवर्णस्य दीर्घं भवति स्म परन्तु सः वह इति धातोः विषये सहि वहोर् ओत् अवर्णस्य इति भिन्नसूत्रमस्ति. अत्र ढकारस्य यदा लोपः भवति सः अण्वः इति धातोः विषये अवशिष्टः अकारः यत् अस्ति तस्य आकारः न भवति. अस्य सूत्रस्य कार्यं भवति ओकारादेशः अतः आकारस्य स्थाने ओकारादेशः भूत्वा किं भवति सो सो इति भवति. सा इत्यस्य स्थाने सो अपि च वा इत्यस्य स्थाने वो इति आदेशः भवति. सूत्रस्य विवरणं सहि सहिश्च वहश्च भगिनी सूत्रं सहि इति किमर्थं भगिनी सह इकानिर्देशः इकानिर्देशः अस्तु इका इकानिर्देशः सहिश्च वहश्च तयोः इतरेतरद्वन्द्वः भवति, सहि वहौ इति भवति, अनन्तरं तयोः सहि वहोः इति षष्ट्यन्तं, सहि वहोः किं भवति, ओत् आदेशः भवति, अतः ओत् इति प्रथमान्तम्, अपि च अवर्णस्य अवर्णस्य इति षष्ट्यन्तं, त्रिपदम् इदं सूत्रं, ढलोपे पूर्वस्य दीर्घोणः इति इत्यस्मात् सूत्रात् केवलं ढलोपे इत्यस्य अनुवृत्ति भवति, यतोहि अत्र रेफस्य कार्यं नास्ति, अतः रेफं न स्वीकृत्य केवलं ढकारः एव अनुवृत्तिरूपेण आयाति. अनुवृत्तिसहितसूत्रं भवति सहि वहोः अवर्णस्य ओत् ढलोपे इति. अग्रे पठामि वा? बहु समीचीनं भगिनी. तर्हि सहि वहो रोद् अवर्णस्य न प्रवर्तते चेत्, इदं सूत्रं नास्ति चेत् तत्र रूपं किं भवति? सहयोगः तुम् इत्यत्र साढुम् इति भवति, वाडुं वाडुं, हा साढुं वाडुम् इति भवेत्, परन्तु अत्र सोढुं वोढुम् इति एव रूपमस्ति. सम्यक् अस्ति. तर्हि इदानीं सूत्रस्य विषये कोऽपि प्रश्नः अस्ति वा? सहि वहोः ओत् अवर्णस्य इति अस्ति. तर्हि सहि वहोः यः धातुः अस्ति, सहि वहोः अवर्णस्य इति एतेषां पदानां सम्बन्धः कः? किं भगिनि? सहि वहोः अवर्णस्य इत्यनयोः कः सम्बन्धः? सहि वहोः इति अवयव अवयवी सम्बन्धः खलु? सहि वहोः अवयव अवयवसम्बन्धः. अवर्णस्य इति पुनः स्थानी, अवर्णस्य इति स्थानी खलु? अवर्णस्य स्थाने ओत् आदेशः भवति. डलोपे इत्यस्य कः तत्र किम् अस्ति, कीदृशसप्तमी? ढलोपे सति न भवि, पूर्वस्मिन् कक्षायां भवत्या उक्तमासीत् यस्य ढकारस्य लोपः भवति तस्य पूर्वस्य यः अनुवर्णः अस्ति तस्य दीर्घः भवति इति. न न न न ढलोपे इति डकारं लोपयति इति डलोपः. डकारं लोपयति, डकारं लोपयति इति डलोपः तस्मिन् परे. अतः यस्य लोपः जातः तस्य विषये नास्ति, यः ढकारः इतोपि अस्ति तद् निमित्तम् अस्ति. यस्य ढकारस्य लोपः अभवत् तस्य निमित्त ढकारः यत् इतोपि अस्ति तस्य पूर्वं. परसप्तमी एव अस्ति, ढलोपे इति परसप्तमी, परन्तु ढलोपः इत्यस्य विग्रहं ढकारं लोपयति इति ढलोपः, तस्मात् पूर्वं कार्यं भवति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, तर्हि इदानीं तत्र नह धातोः विषये तत्र लक्ष्मी भगिनी पठतु. आं भगिनि, नह धातुतः तकारादितकारादि च प्रत्ययानां योजनैः नह योगता नहोधः, नध् योगता जशस्तधोर्धोधः, नध् योगधा झलां झषि, नद् योगधा नद्धा. अत्र अस्ति नह् इति विशिष्टः धातुः, तस्मात् परे यदि तकारादिप्रत्ययः अस्ति चेत् नहोधः इति सूत्रं कार्यं करोति. अनेन सूत्रेण हकारस्य स्थाने धकारादेशः भवति नह् धातोः. तर्हि नह् इत्यस्य हकारस्य धकारादेशं कृत्वा नद् योगता. अत्र नद् इति जषन्तः अस्ति, परे तकारादिप्रत्ययः अस्ति, अथवा जषस्तधोर्धतः सूत्रेण प्रत्ययस्य प्रत्ययवयवस्य तकारस्य धकारादेशः भवति. तर्हि नध् योग धा इत्यस्मिन् प्रसङ्गे झल् झल् वर्णस्य झष्त्वं जायते. नद् इत्यस्य धकारस्य डकारादेशः मृदु व्यञ्जनं मध्यमवर्णः आयाति. नद् योग धा जलं झष्टषि सूत्रेण नद्धा इति रूपं सिद्ध्यते. अग्रे सूत्रं दत्तमस्ति. सम्यक् भगिनी, समीचीनं, सम्यक्तया उक्तवती. इदानीं तत्र सूत्रं, तत्र सूर्यकुमारी भगिनी पठति वा? भगिनि नहोदः नह धातोः हकारस्य धकारादेशो भवति जलि पदान्ते च. नः षष्ट्यन्तं, दः प्रथमान्तं, त्रिपदमिदं सूत्रं. होडः इत्यस्मात् अह इत्यस्य अनुवृत्तिः. दादीर्धातोर्गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. नः धातोः अह दः जलिपदस्य अन्ते च. नहोदः विशिष्टसूत्रमस्ति. होडः इत्यस्य अपवादः भगिनि, तत्र हकारान्तदातुः अतः होडः. सत्यं, हास्थाने दकार न भवति, धकार भवति. तदनन्तरं समानकार्यं दादेर्धातोर्ग दः अनुवृत्तेन धातोः इत्यस्य अनुवृत्ति. जलो जलि इत्यस्मात् जलि अनुवृत्ति. स्कोः संयोगाद्योरन्ते च इत्यनेन अन्ते च अनुवृत्ति भवति. पदस्य अधिकारः नः धातोः अह दः जलि पदस्य अन्ते च. निमित्तानि जलि अथवा पदस्य अन्ते च. धातु अन्ते हकारस्य स्थाने धकारादेशः भवति इति सूत्रं वदति. सम्यक् भगिनि, तर्हि नहोदः इति सूत्रं. नहोदः, नहः दः, नहः नहः धातोः हः दः इत्युक्ते नहः हः इति अवयव अवयवीभावः. तत्र हकारस्य धकारादेशः जलिपदस्य अन्ते च इति सूत्रं. सम्यक्, सम्यक्तया उक्तवती. इति हलन्तेभ्यः धातुभ्यः सकारादि ठकारादि प्रत्ययानां योजनविधिः. इदं करपत्रं समाप्तम्. इदानीम् अत्र नूतनं करपत्रम् उद्घाटयन्तु. धातुपाठे हल्सन्धिः चतुर्थः भागः इति. तर्हि अत्र आदौ यद् अत्र नह धातोः विषये नहोधः इति सूत्रम् अत्र नहोधः इति सूत्रं न भवति चेदपि नद्धा इति एव रूपं लभ्यते खलु. कथं लभ्यते? हकारस्य स्थाने यदि ढकार आयाति झषस्तथोर्ध्वतः इत्यनेन तर्हि तत्र नाडा इति भवति. ओ ओके, अस्तु. तर्हि अग्रे उमा भगिनी नूतनकरपत्रम् उद्घाटयतु. पठामि वा? आम् अवश्यं पठतु. प्रथमपरिच्छेदं पठतु. धातुपाठे हल्सन्धि चतुर्थः भागः. ओके, धातुपाठे हल्सन्धिः चतुर्थः. एतावता अस्माभिः दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः सादिः खादिः धादिः च प्रत्ययः विहितः चेत् हल्सन्धिः भवति. प्रत्ययः वादिः मादिः नादिः चेदपि कुत्रचित् भवति. प्रथमे पाठे हलन्ते द्यो धातुभ्यो लङ्लकारस्य सप्रत्ययः सप्रत्ययः चेत् अनयोः योजनविधिः अवलोकितः. द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादि प्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य अवलोकितः. तृतीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य इति अस्माभिः वीक्षितम्. अधुना धातुपाठे हल्सन्धेः चतुर्थभागः हल्सन्धेः धातु हल्सन्धेः चतुर्थो भागः हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः अयं च धातुपाठे हल् सन्धेः अन्तिमो भागः. सो अत्र किं किं पठितवन्तः वयम् इति दत्तम्. अत्र चतुर्थपाठे हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः पठितव्यम्. अग्रे पठामि वा? न न, अत्र वदतु किमस्ति इति. ओके, प्रथमे भागे हलन्तः सादिः तादिः तादिः धातिः इतितः चेत् हल् सन्धिर्भवति. तृतीयः प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य सप्रत्ययः सप्रत्ययः पठित वयं पठामः. द्वितीये पाठे सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययः अतिविलोकितः. तृतीयपाठे कारादिप्रत्ययानां योजनविधिः वयं पठितवन्तः. अधुना हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः पठामः. समीचीनं भगिनि, सम्यक् अस्ति, धन्यवादः. इदानीम् इदं तु चतुर्थं करपत्रं. तर्हि इदानीम् अग्रे किम् अस्ति? मीना भगिनी सूत्रं पठति वा अग्रे? कुचल्भ्यो हेर्भिः सम्पूर्णतया पठतु सूत्रम्. ओ, दकारादिप्रत्ययाः द्वाभ्यां मार्गाभ्यां दृष्टाः. हुजल्भ्यो हेर्भिः सृष्टाः न दृष्टाः. हूजर्भ्यो हेर्दिः हु धातुतः जलन्तेभ्यः धातुभ्यः च हि प्रत्ययस्य स्थाने धि आदेशो भवति. येन विदितदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल्. हूश्च जलश्च तेषाम् इतरत्र द्वन्द्वः हुजलः. तेभ्यो हुजल्भ्यः हुजल्भ्यः पञ्चम्यन्तं हेः षष्ठ्यन्तं दिः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं. हुजल्भ्यः अङ्गेभ्यः हेः दिः. अत्र किम् उक्तम् इति तत्र हु धातुतः हू धातुतः एव जलन्तेभ्यः धातुभ्यश्च हू धातुतः अपि च जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने तत्र धि आदेशो भवति. तत्र येन तत्र येन विधिस्तदन्तस्य इति अनेन जलन्तेभ्यः इति जलन्तेभ्यः धातुभ्यः इत्यस्ति जल् अन्तिमवर्णस्य स्थाने पूर्णधातुभ्यः नास्ति तत्र अन्तिम जल् वर्णस्य स्थाने किं भवति धी भवति तत्र हूस्ट् तादृशमेव तत्र भवति भगिनि अनुवृत्तिसहितसूत्रं हू जल्भ्यः अङ्गेभ्यः हे हकारस्य स्थाने हे हि इति प्रत्ययस्य स्थाने धीः भवति यथा वच् योगः हि एकक्षणम् एकक्षणं हूजल्भ्यः इत्यस्य का विभक्तिः पञ्चमी विभक्ति पञ्चमी विभक्ति हूजल्भ्यः अङ्गेभ्यः अनयोः कः सम्बन्धः तत्र विशेषविशेषसम्बन्धः आमाम् अतः एव हू धातुतः हू इति साक्षात् अङ्गम् अथवा जलन्तेभ्यः अन्तेभ्यः येन विधि सदं तस्य इत्यनेन अन्तेभ्यः अत्र हकारस्य स्थाने धि आदेशः इति न परन्तु हि इति प्रत्ययस्य स्थाने धि आदेशः समीचीनं सम्यक् सम्यक् अस्तु भगिनि धन्यवादः इदानीं तत्र उदाहरणम् अन्य कोऽपि पठतु तत्र किं शोभाभगिनी पठति वा उदाहरणम् आं भगिनि यथा वच् योगः हि हुझल्भ्योर् हुझल्भ्यो हेर् धिः इत्यनेन हि स्थाने धि आदेशः वच् योगः धि दुः योगः हि हुझल्भ्यो हेर् धिः इत्यनेन हि स्थाने धि वच्योगः धि इत्यत्र वच्योगः धि इत्यत्र अन्यत् किं भवति इदानीं वयं तु जानीमः इदानीं वदतु अग्रे किं भवति वच्योगः धि इत्यत्र अस्तु वच्योगः धि तत्र धि परे तत्र चोः कुः इति झलि झलि भवति अतः चोः कुः इत्यनेन वक् योगः धि तदनन्तरं तत्र जस्त्वं भवति झलां किं हा जस्त्वं भवति खलु वग् इति भवति वग् धि इति अन्तिमरूपं सिद्ध्यति सम्यक् सम्यक् समीचीनम् अग्रिमं करोतु दुः योगः हि तत्र तत्र सर्वत्र झल् इति झल्भ्योः धातूनाम् इति भवति तर्हि क्षम्यतां भगिनि तत्र चौकुः कथं कार्यं करोति हि प्रत्यय परन्तु झलन्तः न जलादि नास्ति किल न हकारः तु जले एव अस्ति धी अपि जले एव अस्ति पूजल्भ्यो हेदि इति अङ्गकार्यं प्रथमतया भवति धी इति तु जल्वर्णः अस्ति दकारः द्विवारम् आगच्छति किल क्षम्यतां अस्तु भगिनि शुभं दुःयोगः हि तत्र धि हि इत्यस्य सम्पूर्ण हि इत्यस्य धि आदेशः दुःयोगः धि तत्र इदानीं दुः इति अस्ति तर्हि परवर्णः पुनः झल् अस्ति तत्र झलिपदस्य अन्ते दुः इत्यस्य दादेर्धातोर् घः इति कार्यं करोति खलु भगिनि दुग्ध आमाम् इति भवति दुग्ध योगः धि दुग्ध इदानीं घकारः तर्हि तत्र घकारस्य पुनः घकारः भवेत् तत्र दुग् दुग्धि इति भवति तर्हि तत्र तत्रापि जस्त्वमेव भवति दुग्धि इति भवति सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः धन्यवादः सम्यक् अस्ति इदानीं तत्र अन्तिमं वंशीभगिनी करोतु लिह्योगः हि आं लिह्योगः हि तत्र तु पूजल्भ्योर् हेर्धिः इत्यनेन हि स्थाने धि आदेशः लिह्धि इति सामान्यं तत्र पूजल्भ्यो हेर्धि इति सूत्रेण भवति लिह् योगः हि इत्यस्मिन् हकारस्य स्थाने तत्र हकारान्तधातुः अस्ति अतः तत्र भगिनि तत्र दोग्धि इति वक्तव्यम् आसीत् मया खलु न न तत्र गुणस्य प्रसङ्गः नास्ति दुग्धि एव अस्तु हि इति अपित् प्रत्ययः अस्ति खलु अपित् आमाम् अस्तु गुणः न भवति अस्तु हा तत्र तु होडः इत्यनेन तत्र लिढ् भवति लिढयोगः हि तस्मात् लिडियोगः धी धी इति जातम् हा क्षम्यतां लिडि प्रथमं तु अस्तु लिढयोगः धी इति भवति ष्टुनाष्टुः इत्यनेन ढकारस्य स्थाने ढकारः आदेशः भवति लिढयोगः ढी तस्मात् रोढे लोपः इत्यनेन ढकारस्य प्रथमः ढकारस्य लोपः भवति लिड् अपि च तत्र लीड् गुणकार्यं न भवति वा दीर्घोणः इत्यनेन दीर्घादेशः दीर्घादेशः भवति लीढ् लीढ् इति भवति लीढि इति भवति वा भगिनि लीढि लीढि लीढि भवति समीचीनं सम्यक् सम्यक् तर्हि तत्र जशसतोर्दोदः इति सूत्रस्य प्रथमवाक्यम् अनन्तरम् उदाहरणद्वयम् पठतु भवती एव ओ अस्तु क्षम्यताम् अहम् अन्यं वदति चिन्तु अस्तु झषस्तथोर्दोधः इति सूत्रमस्ति तत् किमस्ति झष् उत्तरस्य तकार थकारयोः स्थाने दकारादेशः भवति धा धातुं वर्जयित्वा तत्र झषः तथो धोः अधः अधः इति सूत्रमस्ति जषः इति पञ्चम्यन्तमस्ति तथोः इति षष्ठ्यम् अस्ति तकारः तकारस्थाने जषन्तः धातुः भवेत् तस्मात् परे प्रत्ययस्य आदौ आदिमवर्णः तकारः थकारः भवेत् तेषु एकस्मिन् स्थाने तत् थकारः आदेशः भवति अधः इत्यनेन धा धातुं विहाय इति चिन्तयन्ति अस्मिन् भगिनि धा धातुं विहाय वा तत्र धा धातुं विहाय तत्र आदेशः भवति जशः तथो दः अधः इति सूत्रमेव तावदेव समीचीनं सम्यक् भगिनि अस्तु इदानीं समयस्य अभावः अतः इदानीं धन्यवादः भगिनि इदानीं कः वदति तत्र किं सरस्वती भगिनी वदति वा अग्रे उदाहरणद्वयं आं भगिनि तर्हि अत्र उदाहरणमस्ति दोग् योगति तर्हि प्रथमतया तु दश जशचतुर्दोधः इत्यनेन झष् धातु झषन्तधातुतः तस्थाने धकाराधेशः भवति तर्हि दोग् योग धी भवति अत्र पुनः जलां झष् झषि इत्यनेन कार्यं भूत्वा तत्र दोग् घकारस्थाने गकार अल्पप्राणः भवति दोग् योग धी दोग् धी भवति एवं दुग् योगथः जशसतोर्दोदः इत्यनेन जशन्तधातुतः थकारस्थाने धकारादेशः भूत्वा दुग् योगधः भवति पुनः तत्रैव पुनः तत्रापि तथैव कार्यं भूत्वा दुग् योगधः झलां झष् झषि इत्यनेन घकारस्थाने गकार दुग्धः भवति सम्यक् भगिनि सम्यक् सम्यक् समीचीनं समीचीनं सम्यक् भगिनि धन्यवादः सम्यक् अस्ति तर्हि इदानीम् अग्रे किं तत्र अरुणा भगिनी अग्रे पठति वा भगिनी गतवती ओके तर्हि उषा भगिनी अग्रे पठतु मध्यमपुरुष बहुवचनस्य बहुवचनस्य श्रूयते वा भगिनि मध्यमपुरुष बहुवचनस्य आत्मनेपदे अस्तु सम्यक् लेट् मी रिड्यूस् द वाल्यूम् मध्यमपुरुष बहुवचनस्य आत्मनेपदे लटि द्वे लोटि लङि च द्वं भवति यदा धकारादिप्रत्ययः सञ्जातः तदा हलन्तधातुभ्यः ढकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः तथा कुर्वन्तु. अस्तु, ढकारादिप्रत्ययः इदानीं विषयः अस्ति. तथा आत्मनेपदे लटि द्वे अपि च लोटि लङि च द्वं भवति चेत् किम् अस्ति इति. हलन्तधातुभ्यः धादिप्रत्यय ध आदिप्रत्ययः चेत् पञ्च सम्भावनाः. अत्र अस्माकं प्रमुखसिद्धान्तः जष्ट्वम्. किमर्थं? प्रत्ययस्य आदौ यः धकारः अस्ति सः जषि अस्ति, सः जषि अस्ति किल. वर्गस्य चतुर्थयोः अन्यतमवर्णः अस्ति. यत्र प्रत्ययस्य आदौ सकारः तकारः तकारः च आसीत् तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत् इति कारणतः खरि च इत्यनेन सर्वत्र चर्त्वं भवति स्म. परञ्च अधुना खर् न अपि च अपि तु जष् परः जष् परः अस्ति, अतः जष्त्वं भवति. नाम वर्गस्य तृतीय सदस्य आदेशः अस्ति. वयं पूर्वं दृष्टवन्तः खर् अस्ति चेत् तकारप्रत्ययः अस्ति चेत् तकार अपि च सकारः अस्ति चेत् खर् करिच इत्यनेन चर्त्वं भवति इति. इदानीं धकारादिप्रत्ययः अस्ति इत्यनेन धकारः जष्वर्णः इत्यनेन जष्त्वं भवति. तृतीय चतुर्थ अन्तयो तृतीयचतुर्थयोः अन्यतमवर्णः अस्ति. तृतीयचतुर्थयोः अन्यतम लैक् अस्तु. अग्रे सूत्रं वयं परिचितं सूत्रं जलां जश् जशि. पुनः पठनस्य आवश्यकता नास्ति भगिनि, पूर्वमेव पठितं जलां जश् इति वयं जानीमः. तर्हि इदानीं तर्हि अत्र दकारादिप्रत्ययः अस्ति चेत् तत्र जष्त्वं भवति इत्येव मुख्यविषयः अस्ति. अत्र जष्त्वं जलां जष् जसि इति सूत्रेण भवति. जसि परे जलां जष् आदेशः इति. अस्तु, तर्हि इदानीं किं विजयलक्ष्मी भगिनी आरम्भं करोति वा अत्र प्रथमबिन्दुं पठित्वा प्रतिपादयति? धात्वन्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः एषु अन्यतमश्चेत् धात्वन्तेः जष्त्वं झलां जष् झषि. कवर्गीय क ख ग घ इति चतुर्थ वर्णाभ्यां गकारादेशः भवति वर्णेभ्यः. गकारादेशः भवति झलां झष् झषि इति सूत्रेण. उदाहरणार्थम् अत्र शासक् इति किं भगिनी एतत् शासक् धातोः यङ् युगन्तधातुः शासक् इति अत्र हि इति प्रत्ययः हकारादि अस्ति. सेहर्यपिच्च इत्यनेन हि वा भगिनि? सेहर्यपिच्च इत्यनेन सिप् इत्यस्य हि आदेशः. हि आदेशः अस्तु. अत्र शासक् योगः हि इति अस्ति. अत्र हि इत्यस्य केन सूत्रेण धकारादेशः भवति? झषस्न विस्मृतवती. केन सूत्रेण भवति? हा, हु झल्भ्योर् हेर् धीः इति सूत्रेण हकारस्य स्थाने पुनः उच्चारयतु. हु झल्भ्यो हेर् धीः हू झल्भ्यो हेर्धिः इति सूत्रेण अत्र हकारस्य स्थाने धकारादेशः भूत्वा शशात् योगः धि इति भवति. इदानीं धकारः झष् वर्णः अस्ति, अतः शासक् इत्यस्य ककारस्य जष् भवति. जष्त्वादेशः भूत्वा शासग् योगः धि शासग् धि इति अन्तिमरूपम्। एवमेव चकार जकार झकार च छ ज छ छकारः किमर्थं नास्ति? छकारस्य चकारस्य अग्रे उच्यते। अस्तु, चकार जकार झकार इत्यनयोः इति वर्णाभ्यां न वर्णेभ्यः गकारादेशः भवति। न न इति वर्णे इति वर्णानां तत्र इति वर्णानां गकारादेशः भवति। चोः कुः अपि च झलां झष् झषि इति सूत्रद्वयम् अत्र कार्यं करोति। उदाहरणार्थम् अत्र जा झ जा झर्झ् इति अस्ति, तस्य हि इति प्रत्ययः जा झर्झ् योगः हि, तत्र हि इत्यस्य धकारादेशः भवति झषस्तत्न हु झल्भ्यो हेर्धिः इति सूत्रेण हकारस्य धकारादेशः भूत्वा जा झर्झ् योगः धी इति भवति। इदानीं धकारः झष् वर्णः अस्ति, अतः झकारस्य स्थाने झष् आदेश न घ इति पूर्वं झकार झष् आदेशः एव भवति, अनन्तरमेव झष् आदेशः भवति। जा झर्घ् योगः धी, इदानीं झष्त्वं भूत्वा जा झर्घ् योगः कथं भवति गकारादेशः? जा झर्झ् योगः धि, तत्र चोः कुः चोः कुः इत्यनेन च वर्गस्य चतुर्थवर्णस्य स्थाने कवर्गस्य चतुर्थवर्णादेशः भवति। स्थाने किं नाट् स्थानिवत् किं भगिनी सूत्रं? यथासङ्ख्यम् अनुदेशसमानाम्। यथासङ्ख्यम् अनुदेशसमानाम् इति परिभाषासूत्रेण। अनन्तरं धी इति झष् वर्णः अस्ति इति कृत्वा झष्त्वादेशः भवति घकारस्य, जा झर्घ् योगः धि जा झर्घ् जा झर्धि इति रूपं, परन्तु मुखेन आयाति जा झर्धि। अत्र स्थगनं कुर्मः। अस्तु, अत्र अत्र पश्यामः चेत् प्रमुखतया जलां झष् झषि इत्यस्य कार्यं बहुत्र भवति। पूर्वस्मिन् करपत्रे खरीच इत्यस्य कार्यम्, अत्र तु जलां झष् झषि इत्यस्य कार्यम्। अस्तु, जलां झष् झषि पदान्ते न कार्यं करोति वा भगिनि? केवलं न करोमि एव जलां झषोऽन्ते एव पदान्ते, अपदान्तार्थमेव इदं सूत्रम्। ओके, अत्रैव स्थगनं कुर्मः। कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः भगिनी, नमस्कारः। धन्यवादः भगिनी, धन्यवादः भगिनी, नमस्कारः।